सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। गतसप्ताहे वयं धातुविज्ञानं तृतीया इति करपत्रे तत्र पदव्यवस्थाविषये किञ्चित् ज्ञातवन्तः। पदव्यवस्थाविषये यदा वयं पदव्यवस्था वदामः चेत् धातुः विषये धातुः किं पदी इति पदव्यवस्था, धातुः आत्मनेपदी वा परस्मैपदी वा अपि च धातुः उभयपदी वा इति तत्र त्रीणि सूत्राणि अस्मिन् करपत्रे दत्तानि, येषु वयं तत्र धातूनां पदव्यवस्था कथं करणीयम् इति वयं ज्ञातुं शक्यते। वयं जानीमः तत्र धातुः स्वयम् आत्मनेपदी इति संज्ञा न प्राप्नोति। धातुः यदा वयं वदामः धातुः आत्मनेपदी अथवा धातुः परस्मैपदी, तस्य अर्थः अस्ति धातु तस्मिन् धातौ आत्मनेपदत्वम् इति गुणः अस्ति। तथैव यः धातुः परस्मैपदी तस्मिन् धातु परस्मैपदत्वम् इति गुणः अस्ति। नो चेत् अगर यदि धातुः उभयपदत्वम् इति यदि धातौ उभयपदत्वम् इति गुणः अस्ति तत्र तादृशधातौ आत्मनेपदत्वम् अपि अस्ति परस्मैपदत्वम् अपि अस्ति। व्याकरणशास्त्रे आत्मनेपदं परस्मैपदम् इति संज्ञा प्रत्ययानां कृते। कीदृशप्रत्ययानां कृते इति वदामः चेत् लस्य स्थाने येषां प्रत्ययानां विधानं महर्षिणा सूत्राधारेण कृतं तेषां संज्ञा एव आत्मनेपदं परस्मैपदम् इति विधीयते। तिङ्प्रत्ययानामेव तत्र आत्मनेपदी अपि च परस्मैपदम् इति संज्ञा अस्ति। प्रथमनवप्रत्ययाः परस्मैपदम् इति परस्मैपदं संज्ञकाः, अनन्तरं ये अन्ते नवप्रत्ययाः ते आत्मनेपदी आत्मनेपदसंज्ञकाः भवन्ति। यदा वयं वदामः धातुः परस्मैपदी तस्य अर्थः अस्ति धातुः परस्मैपदी प्रत्ययः करोति, परन्तु कदा? कर्तरिप्रयोगे। सो तत्र प्रत्ययानाम् इत्युक्ते तिङ्प्रत्ययानां कृते कर्तरिप्रयोगः अपि भवितुं शक्नोति, कर्मणि अपि भवितुं शक्नोति, भावे अपि भवितुं शक्नोति। सो प्रयोगाधारेण एव धातुः अनन्तरं प्रत्ययः योजनीयम्। यदा वयं तिङ्प्रत्ययस्य निर्माणं कर्तुम् इच्छामः चेत् तत्र धातोः अनन्तरं कीदृशतिङ्प्रत्ययः योजनीयं तस्य विषये एव पदव्यवस्था अस्ति। सो प्रथमे तत्र यदा वयं धातु नयामः अस्माकं विवक्षा अनुसारेण तत्र द्रष्टव्यम् अस्माकं विवक्षा कर्तरिप्रयोगे अस्ति वा कर्मणि प्रयोगे अस्ति वा नो चेत् भावे प्रयोगे। सो एतादृशः स्पष्टता अस्ति चेदेव वयं तत्र प्रत्ययः योजयितुं शक्नुमः। सो यदि अनन्तरं तत्र धातुस्वभावः दृष्ट्वा सूत्र आधारेण वयं तत्र निर्णयं कर्तुं शक्यते धातोः अनन्तरम् अहं कर्तरिप्रयोगे तत्र किं योजयितुं शक्नोमि। वयं दृष्टवन्तः तत्र प्रथमसूत्रमस्ति अनुदात्तन्यत आत्मनेपदम्। भावे प्रयोगे अपि च कर्मणि प्रयोगे तत्र कोऽपि चिन्ता एव नास्ति, किमर्थं चेत् महर्षिणा तत्र भावे प्रयोगे अपि च कर्मणि प्रयोगे धातु यत्किमपि भवेत् तत्र सर्वदा किं करणीयं, तत्र सर्वदा अस्माभिः तत्र आत्मनेपदी प्रत्ययः एव योजनीयम्। अतः भावे प्रयोगे कर्मणि प्रयोगे तत्र एकमेव सूत्रमस्ति भावकर्मणोः। सो भावकर्मणोः धातोः आत्मनेपदं, सो स्वभावकर्मणोः अस्माभिः धातुः स्वभावः इति तत्र न तत्र तत्र वयम् अस्माभिः न दृष्टम्। किमर्थं चेत् तत्र कोऽपि प्रयोजनमेव नास्ति। महर्षि वदति भावे प्रयोगे कर्मणि प्रयोगे धातोः अनन्तरं यत्किमपि धातुः सः अनुदात्तेत् वा सरुतेत् वा उदात्तेत् वा नित् वा णित् वा यत्किमपि धातुः अस्ति तत्र अस्माकं विवक्षा यदि कर्मणि अथवा भावे प्रयोगस्य अस्ति चेत् तत्र सर्वदा धातोः अनन्तरम् आत्मनेपदिप्रत्ययः एव योजनीयम्। इदानीं तत्र यः पदव्यवस्था अस्ति केवलं तत्र ये त्रीणि सूत्राणि दत्तानि कर्तरिप्रयोगे एव एतादृशः चिन्तनं भवति। यदि अस्माकं विवक्षा कर्तरिप्रयोगस्य अस्ति चेत् तत्र धातुः स्वभावः अपि द्रष्टव्यम्। धातौ इत्संज्ञकवर्णः कः इति अस्माभिः अवश्य चिन्तनीयम्। इत्संज्ञकवर्णस्य आधारेण एव तत्र वयं ज्ञातुं शक्यते धातौ आत्मनेपदत्वम् अस्ति नो चेत् परस्मैपदत्वम् अस्ति नो चेत् तत्र उभयपदत्वम् अस्ति। अतः कर्तरिप्रयोगे एव एतादृशानि त्रीणि सूत्राणि तत्र आवश्यकानि। अनुदात्तन्यत आत्मनेपदम् इति वयं दृष्टवन्तः यस्मिन् धातौ अनुदात्स्वरस्य इति अस्ति अपि च कण्ठनकारस्य इति अस्ति तादृशधातुः कर्तरिप्रयोगे केवलम् आत्मनेपदिप्रत्ययः एव स्वीकरोति। इत्युक्ते अनुदात्तेत् अपि च नित् धातोः त्रिषु प्रयोगेषु आत्मने कर्तरिप्रयोगे कर्मणि प्रयोगे भावे प्रयोगे अस्माभिः केवलम् आत्मनेपदप्रत्ययः एव योजनीयम्। द्वितीयसूत्रमस्ति स्वरितनित् कर्तृ अभिप्राये क्रियाफले उभयपदत्वम् इति यः गुणः अस्ति तत्र अस्माभिः द्रष्टव्यं कानिचन तत्र विशिष्टधातवः सन्ति यस्मिन् उभयपदत्वम् इति गुणः अस्ति। सो तत्र क्रियायाः फलं कर्तारं क्रियायाः फलं कर्तारं प्रति गच्छति चेत् तत्र तादृशस्वरितेत् यस्मिन् स्वरस्य इति अस्ति अथवा तालुन्यकारस्य इति अस्ति तादृशधातौ कर्तरि तत्र द्रष्टव्यम्। अस्माकं विवक्षा यः वाक्य वक्तुं वयम् इच्छामः तस्मिन् अस्माकं विवक्षा किम् अस्ति तत्र क्रियायाः फलं कुत्र गच्छति क्रियायाः फलं कर्तारं प्रति एव गच्छति चेत् तत्र आत्मनेपदिप्रत्ययः योजनीयम्। सो पचते इति तत्र भवति परन्तु यदि तत्र पाचकः भोजनं पचति पाचकः स्वस्य कृते तु कार्यं न करोति तत्र क्रियायाः फलं कर्तारं कर्ता तत्र यः कर्ता अस्ति सः कार्यं करोति कर्ता पाचनकार्यं करोति परन्तु क्रियायाः फलं पाचकस्य प्रति न परन्तु अन्येषां कृते। अतः यदा वयं वदामः पाचकः भोजनं मया किं करणीयं तत्र क्रियायाः फलं कर्तारं न अभिप्रेति तत्र अन्येषां कृते क्रियायाः फलं गच्छति अतः तत्र पाचकः भोजनं पचति इति भवति तत्र परस्मैपदीप्रत्ययः योजनीयम् इति तत्र उभयपदत्वम् अस्ति धातौ उभयपदत्वं सर्वेषां धातूनां तत्र उभयपदत्वम् इति गुणः नास्ति केचन विशिष्टधातवः सन्ति यस्मिन् उभयपदत्वम् अस्ति तस्य लक्षणम् अस्ति तादृशधातुः लक्षणं कथं पश्यामः धातौ उभयपदत्वम् इति गुणः अस्ति वा नास्ति वा तत्र स्वरितेत् धातुः अपि च णित् धातुः एतत् लक्षणम् अस्ति उभयपदत्वम् इति यस्मिन् धातुः इति गुणः सः धातुः स्वरितेत् भवेत् अपि च णित् भवेत्। अनन्तरं शेषात् कर्तरि परस्मैपदं सो शेषात् इति कथनेन महर्षिणा यत् पूर्वे उक्तं तेषां विहाय इति तत्र अनेन किं भवति अनेन तत्र ये अन्य सर्वे धातवः उपरि यत् उक्तं तेषां विहाय ये अन्य सर्वे धातवः एकस्मिन् सूत्रे एव ते सर्वे धातवः तेषु तत्र परस्मैपदत्वम् इति गुणः आयाति सो शेषात् इति कथनेन लाघवम् इच्छति अत्र महर्षि सो अत्र सः न वदति उदात्तेत् वा यस्मिन् धातोः कोऽपि इत्संज्ञकवर्णः एव नास्ति तादृशधातुः अपि कर्तरिप्रयोगे परस्मैपदं स्वीकरोति न केवलं वदति शेषात् कर्तरि अत्र कर्तरि इति पदस्य साक्षात् वदति, पूर्वे किमपि न वदति, कर्तरि प्रयोगे वा भावे प्रयोगे वा कर्मणि प्रयोगे वा, परन्तु तत्र साक्षात् अनुदात्तनित्त आत्मनेपदम् इति सूत्रस्य साक्षात् अनन्तरं महर्षि वदति भावकर्मणोः तत्र पूर्वसूत्रात् आत्मनेपदम् इति पदस्य अनुवृत्तिः भवति. अतः तत्र एव स्पष्टता भवति भावे प्रयोगे कर्मणि प्रयोगे धातोः आत्मनेपदप्रत्ययः योजनीयम्. परन्तु अत्र शेषात् कर्तरि परस्मैपदम् इति सूत्रे महर्षि साक्षात् वदति कर्तरि प्रयोगे ये शेषधातवः, इत्युक्ते ये धातवः उदात्तेत् न णित् न स्वरितेत् न णित् न, ते अन्य सर्वे शेषधातवः, ते अन्य सर्वे धातवः कर्तरि प्रयोगे परस्मैपदप्रत्ययः एव तत्र अस्माभिः योजनीयम् इति सूत्रस्य अर्थः. अनन्तरं वयं किञ्चित् उदाहरणानि अपि दृष्टवन्तः पठ्धातुविषये दृष्टवन्तः, तत्र कथं पठ् इति यः अस्ति तत्र उदात् स्वरसि इति अस्ति, अतः पठ्धातुः न तु अनुदात्तेत् न णित् न स्वरितेत् न इत् अस्ति, अतः शेषात् कर्तरि परस्मैपदम् इति सूत्रस्य आधारेण अहं तत्र वक्तुं तत्र इच्छामः चेत् तत्र पठ्धातुः किं भवति, यद्यपि उदात्तेत् अस्ति परन्तु सूत्रे तु उदात्तेत् न लिखितं, सूत्रे शेषात् लिखितम्. अतः मया किं तत्र वक्तव्यं, मया वक्तव्यं तत्र पठ अनुदात्तेत् नास्ति, स्वरितेत् अपि नास्ति, नित् अपि नास्ति, इत् अपि नास्ति, अतः शेषात् कर्तरि परस्मैपदम् इति सूत्रेण एतत् पठ् इति धातुः परस्मैपदिप्रत्ययः कर्तरि प्रयोगे तत्र मया किं करणीयं, तत्र तिप्तश्चि योजनीयं. क्षीविषये अपि पठितवन्तः अहं चिन्तयामि, क्षीविषये पठितं क्या, एतत् विषये पठितं पूर्वस्मिन् वर्गे. इदानीं स्मृधातुः चेत्र भगिनी भवती एव पठतु स्मृधातुविषये. किं दीयते किं धातौ ऋकारः अनुदात्तः किन्तु अनुनासिकः न, अतः अनुदात्तेत् न. अयं ऋकारः इड् व्यवस्थां दृश्यते. एकनिमिषः, मया न शेर् कृतम्, अहं शेर् करोमि भगिनि. इदानीं दृश्यते वा, स्क्रीन् दृश्यते वा? दृश्यते मृदातु, पठतु भगिनि, पुनः पठतु. स्मृ धातौ ऋकारः अनुदात्तः किन्तु अनुनासिकः न, अतः अनुदात्तेत् न. अयं ऋकारः इड्व्यवस्थां व्यवस्थां सूचयति, न तु पदव्यवस्थां. स्मृ धातुः अनुदात्तेत् अपि नास्ति, णित् अपि नास्ति, स्वरितेत् अपि नास्ति, इत् अपि नास्ति, अतः अयं धातुः परस्मैपदी. स्मरति इति लति भगिनि, अत्र अनुदात् उदात् अपि च स्वरित् स्वरस्य चिह्नानि वदतु. अनुदात् चिह्नः अधः एका रेखा भवति, स्वरित् चिह्नः रेखा कुत्र भवति तदपि वदतु. अधः अधोभागे तत्र एकं लघुरेखा तत्र दृश्यते. स्वरितचिह्नः उपरि एक दण्डं दृश्यते. उदात्त इत्युक्ते किमपि चिह्नं नास्ति. सो इदानीं स्मृविषये वदतु. स्मृ अन्तिमऋकारस्य अधः एक दण्डम् अस्ति, रेखा रेखा अस्ति, अतः अनुदात् अस्ति, परन्तु उपरि अनु एतत् अनुनासिकः नास्ति, अतः इत्संज्ञकः नास्ति, अतः परस्मैपदी धातु इति. किमर्थम् इत्युक्ते एतत् इत् स्वरित् अनुदातेत् नास्ति, अतः शेषात् कर्तरी परस्मैपदम् इति सूत्रेण परस्मैपदी प्रत्ययः एव गृह्णाति. इत्युक्ते केवलम् अनुदातेत् नास्ति तदेव वक्तव्यं वा? अनुदातेत् नास्ति, नित् नास्ति, यत् नास्ति, स्वरितेत् नास्ति, अतः आत्मनेपदं नास्ति. अतः शेषात् कर्तरी परस्मैपदम् इति सूत्रस्य आधारेण एतद् धातुः कर्तरीप्रयोगे परस्मैपदीप्रत्ययः स्वीकरोति. स्मरति इत्यर्थं कथं भवति वदतु. किमपि इत्संज्ञकः वर्णः नास्ति, अतः उपाधिकानि स्म प्रथमे स्मयोग तित् भवति. हलन्त्यम् इति सूत्रेण पकारस्य इत् भवति. किमर्थं भवति? किमर्थं न स्मयोग तित् अनन्त मया किं पृष्टम्? तस् किम किमर्थं तस् न भवति स्मृयोग तस् किमर्थं न भवति? एतत् परस्मैपदी प्रत्यय एव गृह्णाति. तस् अपि परस्मैपदी प्रत्ययः तिप् तस् जि सिप् थस्थ मिप् वस् एते नव प्रत्ययः परस्मैपदी प्रत्ययः. आम् प्रथमा विभक्ति अस्माकं विवक्षा अस्ति चेत् विवक्षा अनुसारेण एव योजनीयम्. मम विवक्षा एकवचनस्य अस्ति, अतः प्रथमपुरुष एकवचनस्य विवक्षा अस्ति, अतः तिप् योजनीयं. वदतु. सुस्म योगति भवति. कर्तरी शब् सार्वदा तिप् सार्वधातुकः अस्ति, अतः कर्तरी शब् सार्वधातुके इति सूत्रेण स्मृयोग शप् योगति भवति. हलन्त्यं लशक्वतते तस्य लोभः इति सूत्रेण शप् अ भवति, स्मृयोग अयोगति. इदानीं स्मृ इक् वर्णः अन्तिम इक् वर्णः अस्ति, अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण ऋकारस्य गुणः भवति, अर् भवति. सो स्मर् योग अयोगति स्मरति भवति. सो अत्र त्रिवादयस्य कृते स्मर इति अङ्गम् अस्ति, अदन्ताङ्गम् अस्ति, बिकास् शप् इत्यस्य कारणेन तत्र सर्वदा गुणः भवति. तस् इति प्रत्ययः, तस् इति प्रत्ययः कीदृशप्रत्ययः? तस् पित् अपित् अस्ति, सत्यं सार्वधातुकम् अपित् इति सूत्रेण गुणः निषेधः अस्ति. परन्तु तेन किं भवति? तेनापि तत्र मध्ये शप् आयाति, तत्रापि शप् मध्ये आयाति. किमर्थं? कर्तरी शप् सार्वधातुके केवलं प्रत्ययः सार्वधातुकसंज्ञकः अस्ति, अपि च कर्तरीप्रयोगे अस्ति चेदेव सप् शप् आयाति. अत्र वयं किम् अत्र कस्य चर्चा अस्ति? कर्तरीप्रयोगे स्मृधातुः कीदृशप्रत्ययः स्वीकरोति इति अस्माकं चर्चा. सो कर्तरीप्रयोगे सर्वे ये तिबादयः, इदानीं तिबादयः कर्तरीप्रयोगे, अपि च तिवादयः लट् लकारे सार्वधातुकसंज्ञकाः, अतः कर्तरी शप् सार्वधातुके। तस्मिन् सूत्रे अपि महर्षि कर्तरी इति वदति, कर्तरी प्रयोगे एव शप् विधानम्। भावे कर्मणे प्रयोगे तत्र यदि धातुः सार्वधातुक अस्ति तथापि तत्र शप् वयं न योजयितुं शक्नुमः। किमर्थम्? See, we need to see the, now we know what is kartari prayoga, what there are three types of prayogas. Tatra dhatu naam kartari prayoga ha bhavitum shaknoti, itukse yada vayam tip yojiyamah. Karmani prayoga ha api tip yojiyatum shaknumah, bhave prayoga api tatra tibadaya sirupam asti. Parantu yaha kartari shap sarva dhatu ke iti yaha sutram asti. तत्र साक्षात् महर्षि वदति कर्तरी, सुकर्तरी इति प्रयोगः, केवलं कर्तरी प्रयोगे एव धातु तिवादयस्य मध्ये शप् अपि च यद् धातुः दिवादिगणस्य अस्ति शन्, धातु तुदादिगणस्य अस्ति श इति आगन्तुं शक्यते। भावे प्रयोगे कर्मणि प्रयोगे तत्र घनविकरणप्रत्ययानां विधानम् एव नास्ति, मध्ये शप् शण धातु अनन्तरं न आगन्तुं शक्यते। किमर्थं? सूत्रं तादृशं। महर्षि वदति द फार्मुला इस् सच्। महर्षि वदति कर्तरि शप् सार्वधातुके, सो तत्र निमित्तद्वयं शप् विधानार्थं। To get this shap in between, Maharishi has put two limitations. One is sarvadhatuk pratyaya pare, another is kartari prayoge. So yada tatra smru yoga mama vivaksha karmani prayoga se athva bhave prayoga se asti chet, tatra smru yoga yadyapi ta asti, ta sarvadhatuk प्रत्ययः आत्मनेपदि प्रत्ययः तथापि तत्र शप् मध्ये न आयाति। किमर्थं चेत् तत्र मम विवक्षा कर्तरि प्रयोगस्य नास्ति, कर्मणि प्रयोगस्य अस्ति, अतः तत्र महर्षि वदति सार्वधातुके यक्। सो तत्र भावे प्रयोगे कर्मणि प्रयोगे सर्वदा तत्र धातोः तिबादयस्य मध्ये य इति भागः श्रूयते, अपि च यक् यः प्रत्ययः, यक् इति प्रत्ययः कीदृशप्रत्ययः भगिनि? यक् किम् मीनिङ्ग् आत्मनेपदि वा परस्मैपदि वा इति एव धातोः अनन्तरं ये प्रत्ययाः आगच्छन्ति तेषां वयं कथं तत्र स्वभावः कः कथं तत्र जानीमः? एतत् आर्धधातुकप्रत्ययः अस्ति। सत्यम्। अपि च अपित् अस्ति, अपि च अन्ते ककारः अस्ति, ककारः तेन किं भवति? तत् तस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति, तस्य लोपः भवति, य अवशिष्यते, य अपि च अकारः, य इति भागः अवशिष्यते। अतः यक् इति प्रत्ययः आर्धधातु कित् प्रत्ययः। कित् प्रत्ययस्य किं प्रयोजनं तत्र? किनिति च इति सूत्रेण गुणनिषेधः भवति, अतः स्मृ तत्र गुणः न भवितुं शक्नोति। किमर्थं? यक् प्रत्ययः साक्षात् अनन्तरं कित् प्रत्ययः अस्ति। एतत् सर्वम् अस्माभिः यत् पूर्वे पठितं तत् सर्वम् अस्माभिः तत्र प्रयोगं करणीयम् अस्तु। सो यक् प्रत्ययनिमित्तीकृत्य यद्यपि धातुः इगन्त् अथवा इगुपद् अस्ति तथापि तत्र गुणः न भवितुं शक्नोति। किञ्चित् विशिष्टधातूनां गुणः भवति, तत्र विशिष्टसूत्रम् आवश्यकं, परन्तु सामान्यरीत्या तत्र यक् प्रत्ययनिमित्तीकृत्यः गुणः न भवितुं शक्नोति। किमर्थं चेत् महर्षिणा तत्र कित् यक् कित् कृतम्, because that ka has been specifically put by the maharishi because he knows he has purve sah vadati khiniti cha so dhatoho anantaram yah pratyah sarvadhatuk athva arthadhatuk parantu kit gitnyat asti chet यद्यपि प्रसङ्गः गुणप्रसङ्गः वृद्धिप्रसङ्गः तथापि तत्र न भवति निषेधः किनिति च सूत्रं पूर्वे प्रथमाध्याये एव उक्तम् सो यत्र एकवर्णानां गुणः अथवा वृद्धिः तत्र किनिति च सूत्रेण निषिध्यते सो सर्वदा विवक्षायां तत्र द्रष्टव्यम् अस्माकं विवक्षा कर्तरिप्रयोगे अस्ति वा भावे प्रयोगे अस्ति वा कर्मणि प्रयोगे अस्ति सो यदा तत्र लकार तिङन्तरूपनिर्माणार्थम् एतादृशः स्पष्टता भवेत् मनसि भवेत् कर्तरिप्रयोगे अस्ति वा भावे प्रयोगे अस्ति वा अथवा कर्मणि प्रयोगे अस्ति सो भावे कर्मणि प्रयोगे एकमेव प्रत्ययः महर्षिणा विधानं कृतं सार्वधातुके यक् सो सार्वधातुके यक् इति सूत्रे तत्र पूर्वसूत्रात् भावकर्मणोः इति पदस्य अनुवृत्तिः अस्ति सो भावे प्रयोगे कर्मणि प्रयोगे सार्वधातुके प्रत्यये परे धातोः यक् प्रत्ययः विधीयते इति यक् विधायकसूत्रमस्ति तथैव कर्तरि शप् सार्वधातुके इति शप् विधायकसूत्रं केन सूत्रेण धातोः अनन्तरं शप् विधीयते इति प्रश्ने सति चेत् कर्तरि शप् सार्वधातुके इति विधिसूत्रमस्ति तथैव सार्वधातुके यक् विधिसूत्रमस्ति कस्य विधानार्थं यक् प्रत्ययविधानार्थं सो तत्र पूर्वसूत्रात् भावकर्मणोः इति सूत्रस्य अनुवृत्तिः भवति केवलं भावकर्मणोः एव सार्वधातुके प्रत्यये परे धातोः इति अधिकारसूत्रमस्ति धातोः पञ्चमी अस्ति धातोः अनन्तरं यक् न तु शप् शोषण इत्यपि तत्र चिन्तनीयम् अवगतं वा भगिनि आं भगिनि सर्वैः अवगतं वा वदतु महोदय यत् प्रत्यय अस्ति विकरणप्रत्यय अस्ति किम् आं यक् अपि विकरणप्रत्ययः यक् अपि विकरणप्रत्ययः किमर्थं विकरणः नामकरणं महोदय धातुमध्ये यत् पतति तत् विकरणः धातो मध्ये आयाति सत्यं सत्यं महोदय तत् कारणेन सत्यं महोदय अच्छा सूत्रं किमस्ति भावे कर्मणि प्रयोगमस्ति यत् आयाति सार्वधातुके यक् तावदेव सूत्रम् अस्ति सार्वधातुके यक् तत्रापि अस्ति अस्ति शृणोतु महोदय कर्तरि शप् सूत्रमस्ति कर्तरि शप् परन्तु वट् डु वि से कर्तरि शप् सार्वधातुके सो कर्तरि शप् सूत्र कर्तरि शप् यः सूत्रमस्ति तस्य साक्षात् पूर्वे अस्ति सार्वधातुके यक् अतः तत्र कर्तरि शप् सूत्रे पूर्वसूत्रात् सार्वधातुके इति पदस्य अनुवृत्तिः सो सम्पूर्णसूत्रमस्ति कर्तरि शप् सार्वधातुके सो वट् एवर् इस् द सङ्ख्या आफ् कर्तरि शप् सूत्रं तस्य साक्षात् पूर्वे अस्ति सार्वधातुके यक् अस्तु अनुसूया भगिनी अग्रे अभ्यास किञ्चित् अभ्यासः दत्तं तस्य विषये पठति वा भगिनि सर्वे भ्वादिघटीयाः सर्वप्रथमं धातुः आत्मनेपदी उभयपदी पदस्मैपदी वा इति सूच्यताम् तदा लौकिकधातुः कः इति वदतु तदा विकर्णसहितम् अङ्ग किं तदा लट् लकारस्य रूपम् इति करणीयम् एतानि तत्र दीस् आर् द इन्स्ट्रक्षन् हौ वी हेव् टु गो सो एकमेकं कृत्वा वदतु किं करणीयं प्रथमे किं करणीयं सर्वप्रथमम् आत्मनेपदी वा उभयपदी वा परस्मैपदी वा इति सूत्र आम् इति सूत्राधारेण एव वक्तव्यम्। अनन्तरम् अनन्तरं लौकिकधातु का इति द्रष्टव्यं। तदनन्तरं विकरणप्रत्ययसहित किम् अङ्गं किं भवति यदा एते सर्वे भुवादिगणयधातवः whatever are given below they are all भुवादिगणः। सो वी नो तत्र शप् प्रत्ययः विधीयते कथं कार्यं भवति एतत् सर्वं वयं जानीमः। सो अङ्गनिर्माणं कथं भवति भुवादिगणे इदानीं तु वयं जानीमः तत्र गुणः भवति इति तत्र द्रष्टव्यम्। अनन्तरं तत्र लट् लकार योजनीयं तावदेव अस्ति कार्यं। सो उदाहरणमपि दत्तं तत् पठतु। इति धातुः उदात्ते तथा परस्मैपदी उदात्ते किमपि संज्ञा नास्ति अतः चिह्नं नास्ति अत्र चिह्नमस्ति अतः परस्मैपदी। लौकिकधातु वञ्च् किमर्थम् उपदेशे जन्नाशक इति सूत्रेण उकार अनुनाशक उकारसहित संज्ञा भवति अतः वञ्च् एव धातु अवशिष्यते। विकरणसहित्यम् अङ्गं वञ्च् वञ्च् अधिकशप् वञ्च् अधिकशप् अधिक लटि वज्यति टिप् लटि वञ्चति इत्युक्ते अत्र वञ्च् धातुः कोऽपि इक्वर्णः अन्ते नास्ति। उपधायाम् उपधायां कः वर्णः अत्र भगिनि? न उपधायामपि लघुपदं नास्ति। उपधायां कः वर्णः? ण्यकारः ण्यकारः अस्ति अतः अत्र गुणः गुणप्रसङ्गः एव नास्ति अत्र प्रसक्तिः एव नास्ति। सो केवलं वर्णमेलनमस्ति। मलविषये वदतु भगिनि। मलविषये मल अनुदात्त अकार अनुदात्त अनुस्वर अनुस्वार अकारस्य इत्संज्ञा भवति उपदेशे जन्नास्पेत् इति सूत्रेण लोपः भवति। अनु अनुदात्तनित् इति सूत्रेण उभय आत्मनिपदी भवति। मलधातु अस्ति कर्तरि शप् इति सूत्रेण शप् प्रत्ययः आयाति। लशक् प्रतिते हलन्तं हलन्त्यम् इति सूत्रेण तस्य लोपः इति सूत्रेण अनुदात्त अनुस्वार अकारस्य संज्ञा भवति। शप् शप् शप् वदति खलु हलन्त्य च शकारस्य पकारस्य संज्ञा भूत्वा तस्य लोपः इति सूत्रेण तस्य लोपः भवति अतः अ एव अवशिष्य भागम्। परस्मैपदी प्रथम एक प्रथमपुरुष एकवचनं तिप् अस्ति तत् धातुः अनुदातन्यत आत्मनेपदी इति सूत्रेण आत्मनेपदी अस्ति तिप् न योजयितुं शक्नुमः ते ते इति योजनीयम् मल अधिकं शप् अधिकते इति भवति। शप् शकार पकारयोः इत्संज्ञा भूत्वा लोपः भवति अतः मल् मल् अधिक अधिकते इति भवति। वर्ण उपदेशे वर्णमेलनेन तत्र मलते इति रूपं मलते। लौकिकधातु किम् अस्ति? लौकिकधातु किम्? मलते मल मल इति लौकिक रूपं लौकिकधातुः। विकर्णसहित अङ्गं किम् अस्ति? विकर्णसहित अङ्गं किम्? मलते भवति न विकर्णसहित अङ्गं किम्? मल शप्रत्ययस्य अकारः विकर्णभागः अकारः। सो मल् योग अ कुर्मः चेत् मल इति अङ्गम् अस्ति विकरणसहित अङ्गम्। टिप् टिप् टिप् प्रत्ययस्य अङ्गं मल् भवति आम् शप् प्रत्ययस्य कृते मल् इति अङ्गम् परन्तु ते आम् सत्यं सो मल ते इति रूपम् आम् सत्यं मल् धन्यवादः अस्तु अग्रे बुधिर् विषये बुधिर् इदानीं न इदानीं कोऽपि अन्य वदति न गिरिजा भगिनी आं भगिनि वदतु अत्र रेफः अन्ते अस्ति बुधिर् अत्र तु न दृश्यते अत्र किञ्चित् टङ्कन्दोषः सो बुधिर् इति अस्ति अन्ते रेफः अस्ति अन्ते रेफः अस्ति बुधिर् इत्संज्ञकः अनुनासिकः स्वराचिह्नम् अस्ति परन्तु अधोः रेखाः नास्ति इत् कारणात् उदात्तेत् प्रथमे तत्र वर्णानाम् इत्संज्ञा करोतु भगिनि वर्णानाम् अनुनासिक इकर इर् संज्ञा उपयुज्य इर् इति संज्ञा वाच्या उपयुज्य इर् संज्ञा वार्तिकं किम् अस्ति इर् इति संज्ञा वाच्य वार्तिकं संज्ञा वाच्य इत् सूत्रस्य कारणेन सूत्रं नास्ति सूत्रं नास्ति वार्तिकम् इति वार्तिकेन वार्तिकेन तस्य इत्संज्ञा भूत्वा लोपः भवति तस्य लोपः कारणेन कस्य इत्संज्ञा भवति इर् अनुनासिक इर् इर् इकार रेफस्य अनुनासिक इकारः अपि च अन्ते यः रेफः तस्य वार्तिकेन वार्तिक आधारेण तत्र वर्णसमूहस्य इत् भवति संज्ञा भूत्वा तस्य लोपः कारणेन तस्य लोपः भवति बुद्ध एव लौकिकरूपं बुद्ध तदनन्तरं कर्तरी शप् सार्वधातुके कारणेन बुद्ध प्लस् शप् प्लस् एकनिमिषः अत्र यः इकारस्य इति संज्ञा सः कीदृश इकारः कीदृश इकारः इत्युक्ते अनुनासिक् अपि च अत्र दण्डमपि अस्ति न भगिनि दृश्यतु पश्यतु अत्र चिह्नम् अस्ति अनुनासिक् चिह्नम् अस्ति अपि च दण्डमपि अस्ति स्वरितेत् अस्ति आम् इकारः स्वरित् अस्ति सो अत्र स्वरित् स्वरसि इति अस्ति अस्मिन् धातौ तेन किं भवति अनुदा आत्मनेपदी भवति न स्वरिते धातु अस्ति चेत् सूत्रं किम् स्वरिते धातु अस्ति चेत् यस्मिन् धातु स्वरित् स्वरितनितः कर्तरी अभिप्रायक्रियाफले तेन किं धातुः किं भवति स्वरित् अस्ति परन्तु नित् नास्ति धातुः आत्मनेपदी भवितुम् अर्हति अथवा परस्मैपदी वा इत्युक्ते धातौ उभयपदत्वम् इति गुणः अस्ति धातु इस् विशिष्टधातुः किमर्थम् अस्मिन् स्वरित् स्वरसीत् अस्ति सो धातुः स्वरितेत् बुद्ध धातुः स्वरितेत् अतः स्वरितनित्त कर्तृ अभिप्राये क्रियाफले इति सूत्रेण इदानीं बुधिः इति यः बुधिर् इति यः धातुः अस्ति सः उभयपदी धातुः तत्र टिप् अपि योजयितुं शक्नुमः ते अपि योजयितुं शक्नुमः रूपद्वयं तत्र इदानीं परस्मैपदी लटि लकारस्य एकवचनरूपं स्वीकृत्य बुद्धि बुद्ध प्लस् विकरणप्रत्ययः शप् आयाति तस्य लोपः लशक्वत् इत्युक्ते इत्यस्य सूत्रम् उपयुज्य शकारस्य लोपः भूत्वा पकारस्य हलन्त्यम् इत्यनेन तस्य लोपः भूत्वा अकारस्य अकारः एव अवशिष्यते. सो बुद्ध् प्लस् आ प्लस् तिप् परस्मैपदं रूपं स्वीकृत्य तिप् योजनेन पा अपि लोपः भूत्वा ति एव अवशिष्यते. सो बुद्ध् प्लस् आ प्लस् ति इति बुद् रूपम्. कथं रूपम् अत्र शप् प्रत्ययः अत्र कीदृशधातु धातु गुणप्रसङ्गः अस्ति वा? धातुः गुणप्रसङ्गः अस्ति. तो करोतु गुणं केन सूत्रेण गुणः? सार्वधातुक अर्धधातुकयोः इत्यनेन तस्य गुणः भवति. अत्र कीदृशधातुः इगन्तधातुः अस्ति वा? इगन्तधातु नास्ति. उपधायाः ह्रस्व उकारः अस्ति तत् कारणेन पुगन्तलघुपदस्य च इत्यनेन भू भो भवति. सो डोण्ट् से सार्वधातुक अर्धधातुकयोः केवलम् इगन्त धातूनाम् एव तत्र कार्यमस्ति. बुदिगन्त नास्ति. अन्तिमवर्णः अस्ति. उपधायाम् इकवर्णः अस्ति. स च इकवर्णः ह्रस्व अस्ति. अतः पुगन्तलघुपदस्य च सूत्रस्य प्रसक्तिः भू भो भवति. बोध् प्लस् आ प्लस् ति बोधति इति परस्मैपदस्य रूपं. बोधते इति आत्मनेपदस्य लट्लकारस्य एकवचनस्य रूपं भवति. सो कर्तरिप्रयोगे अत्र रूपद्वयं बुद्धधातुः एकं परस्मैपदीरूपं द्वितीयम् आत्मनेपदीरूपं. तत्र मध्ये शप् आयाति अतः शप् कारणेन अत्र गुणः भवति पुगन्तलघुपदस्य च इति सूत्रेण. अस्तु भगिनि, धन्यवादः. अनन्तरम् अक्षुं विषये कः वदति? महोदय, एकः संशयः अस्ति. वदतु. एतत् बुद्धिर् धातुः दत्त इर इत्संज्ञावाच्य इति सूत्रेण वर्णसमूहस्य इत्संज्ञा भवति खलु. सो वि शुड् नाट् कन्सिडर् दिस् ह्रस्व इकार एण्ड् उमागम एण्ड् आल् दट् इस् इट्? न, इर् इत्संज्ञावाच्य इति यः वार्तिकम् अस्ति, किमर्थं वररुचिमहर्षिणा तत् उक्तम्? तस्य प्रयोजनं किम् अस्ति? वार्तिकस्य प्रयोजनं किम्? अस्माभिः पूर्वे पठितं न, वार्तिकस्य प्रयोजनं किम्? एकमेव प्रयोजनम् अस्ति, तत् किम्? दट् इकार शुड् नाट् बि अप्लैड् न, धातुः इदित् मा भवेत्. धातुः इदित् भवति चेत् किं भवति तत्र? आम्, सो अत्र नुमागमपेक्षितम्. तद् केवलं तदेव प्रयोजनम् अस्ति. इर् इत्संज्ञा वाच्य इति वार्तिकस्य एकम् एव प्रयोजनं. सि अन्यथा वयं हलन्त्यम् इति सूत्रेण रेफस्य इत्संज्ञा, उपदेश अजनुनासिक् इत्यनेन इकारस्य इत्संज्ञा. सो अन्ततो गत्वा बुद्धेव लौकिक रूपम्, परन्तु तादृशरीत्या न करणीयं. किमर्थं? तेन धातुः किं भवति? इदित् भवति. सो इदित् मा भवेत् तस्य कृते एव वररुचिमहर्षि वदति एतादृशः धातूनां तत्र सूत्राधारेण इत्संज्ञा न करणीयं, तत्र वार्तिक आधारेण एव इत्संज्ञा करणीयं. सो तत्र इर् इत्संज्ञा वाच्य इति वार्तिकेन एव इत्संज्ञा करणीयं. परन्तु अस्मिन् धातुः यः स्वरः, सः स्वरित् स्वरः, तस्य इत् अपि अस्ति, वार्तिकेन इत् अस्ति, परन्तु स्वरित् स्वरस्य इत् अस्ति. सो धातुः स्वरितेत् अस्ति. यस्मिन् धातु स्वरित् स्वरस्य इत् सः स्वरितेत् भवति. स्वरितेत् भवति चेत् अस्मिन् उभयपदत्वम् इति गुणः अस्ति. सो इर् इत्संज्ञा वाच्य इति वार्तिकस्य एकमेव प्रयोजनं नुमागमस्य, तत्र नुमागमः न इष्टं, तेन असाधुरूपं निष्पद्यते, अतः तत्र वररुचिमहर्षिणा वार्तिकं दत्तम्। अन्यत् के के सन्ति अत्र? उषा भगिनी वदति वा भगिनी अक्षुं विषये? नो चेत् मञ्जरी भगिनी। आचार्य मम स्वास्थ्यं सम्यक् नास्ति अत्र अद्य। चिन्ता मास्तु भगिनी। विजया भगिनी वक्तुमिच्छति वा? अत्र आम् वदामि भगिनि। वदतु अक्षु विषये। अत्र अक्षु अत्र दीर्घ ऊकारान्तधातुः अनन्तरम् अनुनासिकवर्णः उपदेशे अज अनुनासिक इत् इत्यनेन अपगच्छति। अत्र अक्ष अनन्तरं परस्मैपदी धातुः इति अहं मन्ये, अतः अत्र शेषात् कर्तरि शेषात् कर्तरि परस्मैपदं कर्तरि परस्मैपदम् इत्यनेन एव अत्र कार्यं भवति, अतः तत्र किमर्थं शेषात् तस्य सूत्रस्य प्रसक्तिः किमर्थम् अत्र अस्ति? अनुदातः नास्ति, अनुदात्ते अनुदात्ते नित् अनन्तरं स्वरितेत् एतत् नित् अस्ति, एतत् अत्र किमपि नास्ति एव, अतः एव अत्र परस्मैपदिनः भवति। अनन्तरम् अत्र अक्षधातुः विवक्षा अस्ति, प्रथम प्रथमपुरुषे एकवचनविवक्षा अस्ति, अतः तिप् तस् जि इत्यनेन ति योजनेन प्रथमं कर्तरि शप् भवति, अतः अकारः तिष्ठति अत्र अनुबन्धलोपानन्तरम्, अक्षयोगः अयो अक्षयोगः अयोगः ति योजनेन अक्षति इति भवति। समीचीनं वा भवति? समीचीनं अग्रे सुब्रांश इति अत्र श्रु अस्ति, शकारः रुकारः अन्ते अस्ति, कः वदति? जगदीश महोदय वक्तुमिच्छति वा महोदय? जानाति चेत् वदतु। ऋकारम् और् उपरि अजन्नाशके सूत्रेण भवति दुब्रा ध्वनि सम्यक् नायाति महोदय, कृपया म्यूट् मध्ये तिष्ठतु। चेतना भगिनी वदति वा टु ब्रांश्रु विदेश विषये? अहं प्रयत्नं करोमि। आं वदतु महोदय। डुब्रांस् अस्ति अत्र निश्चयमन्त्रि रेखा अस्ति, तत्कारणे अनुदातस्ति अनुदाते अनुदात् अस्ति एवम् अनुनासिक् अस्ति तत्कारणे अनुनासिकमपि संज्ञा भवति उपदेशजनुनासिक् इति सूत्रेण एवं टकारस्य टु आदि टुण्डवसूत्रेण इति संज्ञा भवति तस्य लोपेन सूत्रेण लोपः भवति भ्रास् अवशिष्यते ब्राश् ब्राश् अवशिष्यते अनुदात् अस्ति तत्कारणे आत्मनेपदी भवति अनुदात् अस्ति इत्युक्ते अनुदातेत् अस्ति अनुदातेत् अस्ति तत्कारणे आत्मनेपदी भवति सूत्रमपि वदतु महोदय सूत्रम् अस्ति अनुदात्ते नित् आत्मनेपदम् आत्मनेपदम् अनुदात् नित् आत्मनेपदम् अनुदात् नित् इत्यनेन किम् अनुदा यः प्रथमपदम् अस्ति अनुदात् नित् इत्यनेन किम् अनुदाते मध्ये कि धातु अनुदाते अनुदाते अस्ति चेत् या नित् अस्ति चेत् आत्मनेपदी भवति सो धातुः अनुदाते तत्र अनुदात् न वदामः अनुदाते अस्ति धातु धातु अनुदाते अस्ति तत्कारणे आत्मनेपदी भवति ब्रास् अस्ति तङ् मत् प्रति अस्ति प्रथमपुरुष एकवचने व्यक्षांस्ति चेत् तत्कारणे ते आयाति तेभ्य मध्ये मत् कर्तरिसप्सूत्रेण सप् आयाति सप् सकारस्य प्रकारस्य हरन्तं सूत्रेण सकारस्य दशक तद्वितीय सूत्रेण संज्ञा भवति एवं तस्य लोपेन सूत्रेण लोपः भवति भ्रास् भ्रास् भ्रास् योगम् अयोगं ते भ्रास् अत्र केवलं वर्णमेलनं केवलं वर्णमेलनं भवति भ्रास्यते भ्रास्यते भ्रास्यते इति लटिरूपं प्रथमपुरुषे एकवचने भवति आं सत्यं महोदय धन्यवादः अर्थः किमस्ति अर्थः किमस्ति ब्राश् इत्युक्ते टु शैन् टु ग्लो चेतना भगिनी ह्रून् विषये वदति वा अर्थं किमस्ति मूर्धन्य नास्ति भगिनि तालुषकारः एव एतादृशः वयं तत्र लेखितुं शक्नुमः तालुषकारः महोदय अर्थं किम् अस्ति ब्राश् ब्राश् इत्युक्ते महोदय टु शैन् टु ग्लो अस्तु अस्तु धन्यवादः चुटु इत्यनेन तुकारस्य लोपः भवति खलु ओ चुटु ओन्लि प्रत्ययः अस्तु चुटु प्रत्ययेषु चेतना भगिनी अग्रे वदतु ह्रून् विषये ह्रून् अन्तिमवर्णः ञकारः अस्ति अतः स्वरित इतः कर्तभिप्राये प्रथमसोपानं किम् अस्ति इत्संज्ञक हलन्त्यं तस्य लोपः इति सूत्रेण यकारस्य इत्संज्ञा भवति इत्संज्ञा धातौ इत्संज्ञावर्णानां प्रयोजनम् अस्ति इत्संज्ञकवर्णं दृष्ट्वा एव ज्ञातुं शक्यते धातौ किं गुणः आत्मनेपदत्वम् अस्ति वा उभयपदत्वम् अस्ति वा परस्मैपदत्वम् अस्ति सो प्रथमसोपाने यदा अहम् इत्संज्ञा करोमि तदा एव तत्र मया तत्र मनसि स्पष्टता आयाति एतत् धातुः परस्मैपदी वा उभयपदी वा नो चेत् आत्मनेपदी. सो इति संज्ञक वर्णस्य आधारेण एव एतादृशः ज्ञानं पदव्यवस्था इति संज्ञक वर्णस्य आधारेण इड् व्यवस्था अवशिष्टस्वरस्य आधारेण. महोदय प्रथम पदव्यवस्था पश्यामि अन्यथा मत् कीर्संज्ञा करोमि. पदव्यवस्था विषये एव महर्षिणा तत्र इत्संज्ञक अनुबन्धवर्णाः स्थापिताः. सो तत्र आम् सर्वप्रथमं तत्र पदव्यवस्था विषये तत्र इत्संज्ञा कुर्मः चेत् सि if we are doing it sangya there should be some usage of those that it sangya na anyatha kim karaniyam so tasya prayojanam eva padvyavastha dhato it sangyak varna nam prayojanam eva tatra ek dhatu kim padi iti gyanam tatra labhyate dhatu etasya nit nit asti tatra tat to tisra pratham janami mat jaki jo atmane padi asti अन्यथा मत्युजके उभयपदी अस्ति तत्परं संज्ञा भवति वदतु. सो यकारस्य इत्संज्ञा भवति सूत्रमपि वक्तव्यं केन सूत्रेण किं भवति तदपि वक्तव्यं. सो ण्यकारस्य इत्संज्ञा भूत्वा अत्र किं हलन्त्यं तस्य लोपः इति सूत्रेण यकारस्य इत्संज्ञा भवति ऋ अवशिष्यते. इदानीम् एतत् इतः अस्ति स्वरित इतः कर्तभिप्राये क्रियाफले इति सूत्रेण एतत् उभयपदी धातुः अस्ति अतः रूपद्वयं कर्तरिप्रयोगे रूपद्वयं द्वयमस्ति. प्रथमे परस्मैपदी प्रथमविभक्ति अस्माकं विवक्षा अस्ति चेत् ह योग तिप् भवति. अलङ्क्यं तस्य लोपः इति सूत्रेण ह्र योग ति भवति. तिप् सार्वधातुकप्रत्ययः अस्ति अतः कर्तरी शप् सार्वधातुके इत्यनेन ह योग शप् योगति भवति. हलन्त्यं लशक्वतद्धिते तस्य लोप इत्यनेन अ अवशिष्यते. ह योग अयोगति भवति. इदानीं शप् सार्वधातुकमपि अस्ति पित् अपि अस्ति अतः ह सार्वधातुकार्धधातुकयोः उरङ्परः इति सूत्रेण ह हर् भवति. हर् योग अयोगति हरति भवति. आत्मनेपदीरूपं हरति भवति. सो अस्माभिः सत्यं भगिनि सम्यक् अस्माभिः सर्वदा तत्र स्मर्तव्यम् अग्रे गत्वा एतत् वयं तत्र तस्य प्रयोगः कुर्मः. भुवादिगणीयधातवः ये भुवादिगणीयः धातवः सन्ति सर्वेषां भुवादिगणीयधातूनां विषये तत्र तिबादयस्य तत् तिबादयः परस्मैपदी अथवा आत्मनेपदी भवति चेत् तत्र सर्वदा अदन्त अङ्गम् एव तिवादयस्य कृते. किमर्थं चेत् तत्र शप् प्रत्ययः मध्ये सर्वदा आयाति. शप् प्रत्यये केवलम् अकारः अस्ति. शप् प्रत्ययस्य कारणेन पूर्वे यः धातुरूपी अङ्गं तत्र किञ्चित् परिवर्तनं भवति परन्तु यदा वयं वर्णमेलनं कुर्मः तत्र अन्ते अकारः सर्वदा गुणं भूत्वा यत्किमपि कार्यमस्ति वृद्धिः तु न भवति. शप् प्रत्ययनिमित्तीकृत्य वृद्धिकार्यं नास्ति गुणकार्यमस्ति. सो भुवादिगणे ये धातवः सन्ति ते सर्वे तेषां तत्र यः तिबादयस्य कृते यत् अङ्गम् अस्ति सर्वदा अदन्त अङ्गमेव अस्ति. अतः तत्र अस्मिन् गणे प्रथमगणे शिवादय निमित्तीकृत्य कोऽपि कार्यं नास्ति, केवलम् अन्ततो गत्वा तत्र वर्णमेलनमेव अस्ति. परन्तु कुत्रचित् कस्मिंश्चित् विशिष्टगणे, यथा तत्र अष्टमगणः, तत्र उ इति विकरणप्रत्ययः. सो यदा वयम् उ योजयामः तत्र तिबादयस्य कृते इगन्त अङ्गं निष्पाद्यते, अतः तिबादयस्य कारणेन एव पुनः तत्र गुणः भवति. परन्तु तादृशचिन्तनं प्रथमगणे नास्ति. प्रथमगणे सर्वदा तत्र तिबादयस्य कृते यः विकरणसहित अङ्गम् अस्ति सः सर्वदा ह्रस्व अकारान्तरूपी अङ्गम् अस्ति. तत्र शप् प्रत्ययस्य यः अकारः, सः अङ्गस्य अन्ते अस्माभिः सर्वदा योजनीयम्. अतः अस्मिन् प्रथमगणे तिबादयस्य तिबादयनिमित्तीकृत्य तत्र कोऽपि अन्यत् कार्यं नास्ति, अनन्तरं केवलं वर्णमेलनम् अस्ति. सो अग्रे गत्वा एतस्य चिन्तनमपि आवश्यकम् अस्तु. सो तथैव प्रथमगणे, चतुर्थगणे, अपि च तुदादिगणे, दिवादिगणे, तुदादिगणे, भुवादिगणे, अपि च चुरादिगणे तिबादयस्य कृते ह्रस्व अकारान्तरूपी अङ्गम् अस्ति. तत्र तिबादयनिमित्तीकृत्य कोऽपि गुणकार्यं न भवति इति स्मर्तव्यम् अंशः. सो अत्र तु प्रथमगणस्य चिन्तनमस्ति. अतः अत्रापि ह्रस्व अकारान्तरूपी अङ्गं निष्पद्यते. सो विकरणसहित अङ्गं किम् इति अग्रे यदा वयम् अग्रे गच्छामः अग्रे करपत्रेषु, तत्र एतत् आवश्यकं बिन्दुः अस्ति. सो एतत् सर्वदा स्मर्तव्यम् अस्तु. त्रुविषयकः वदति, कृपया स्वयम् अग्रे आगच्छतु. दीर्घरुकारान्त रूपी अङ्गम् अस्ति. आमां करोतु भगिनि, कृपया. अत्र इत्संज्ञकप्रकरणस्य प्रसक्तिः नास्ति, अतः द्वितीयाङ्गं गच्छामः. न, धातु किं पदि कोऽपि इत्संज्ञकवर्णः नास्ति, तत्तु सत्यं. धातु अनुदात्त नास्ति, उदात्त नास्ति, अतः शेषे शेषात् शेषात् कर्तरि परस्मैपदं, शेषात् कर्तरि परस्मैपदम् परस्मैपदमस्ति. परस्मैपद प्रथमपुरुष एकवचनं पश्यामः. त्र भुवादय धातु अस्ति, अतः प्रत्यय आयाति. प्रथमं त्र अधिक धातु तिप् तदनन्तरं कर्तरि शप् इति सूत्रेण त्र अधिक शप् अधिक तिप् आयाति. तत्र हलन्त्यम् इति सूत्रेण पकार हलन्त्यं सूत्रेण पकारस्य इत् लशकु तदिते तेन शकारस्य इत् भवति, अतः अधिक अधिकति एव अवशिष्यते. तस्य लोपः इत्यनेन तयोः लोपः, तस्य लोपः इति सूत्रेण तयोः लोपः, अदशां लोपः इति सूत्रेण त्र अधिक अधिक ति इति भवति. सार्वधातुकार्धधातुकयोः इति सूत्रेण पुरणर्परय इति सूत्रेण त्र अर्भवति, तरति भवति. सुतिवादयस्य कृते अङ्गं किं भगिनि? तर अन्ते अकारः, तर् योग नियममस्ति, अकार एव भवति खलु. सो तर, सो अत्रापि तिबादयस्य कृते विकरणसहित अङ्गं किम्? तर अन्ते अकारः, अकारान्त, ह्रस्व अकारान्तरूपी अङ्गम् अस्ति तिप् प्रत्ययस्य कृते. सो किमपि कार्यं नास्ति. ह्रस्व अकारान्त अङ्गम् अस्ति चेत् सि तिप् प्रत्ययः सार्वधातु पित् अपि अस्ति, गुणः भवितुं शक्नोति, परन्तु अङ्गं तु आदन्तम् अस्ति, प्रसङ्ग अङ्गे प्रसङ्गः नास्ति, अतः सार्वधातुकमपि इति सूत्रेण न भवति खलु. न न न, तिप् प्रत्ययः अपित् प्रत्ययः नास्ति, तिप् प्रत्ययः पित् प्रत्ययः, पित् नास्ति, पित् प्रत्ययः, पित् प्रत्ययः सार्वधातुक पित् प्रत्ययः, गुणः भवितुं शक्नोति शक्नोति शक्नोति, परन्तु परन्तु अङ्गम् अदन्तं इगन्तं नास्ति, उपधायाम् अपि तत्र कोऽपि रस्वीकवर्णः नास्ति. गुणं भवितुं न शक्यते. अत्र दृश्यतु भगिनि, तृ यः वयं दृष्टवन्तः, तृबिकं तर अनन्तरं तिप् प्रत्ययः. स्क्रीन् दृश्यते वा? तिप् प्रत्ययः तिङ् अस्ति, अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन तिप् प्रत्ययः सार्वधातुक अस्ति, पित् अपि अस्ति, पकारस्य संज्ञा अस्ति. सो तिप् प्रत्ययः क्यान् इण्ड्यूस् गुणकार्य इन् द अङ्गम्, बट् अङ्गम् अत्र तादृशं नास्ति. अन्ते अकारः, उपधायां रेफः, सो अत्र गुणप्रसङ्गः एव नास्ति, अतः तरति इति एव रूपम् अस्तु. परन्तु वदतु, सर्वधातुकः अस्ति खलु तिप्, पित् अस्ति, पित् अस्ति, अपित् नास्ति, अपित् नास्ति, तस् अपि तत् अस्ति, परन्तु भुवादिगणे तिबादयनिमित्तीकृत्य अङ्गकार्यं न भवति. इदानीं दृश्यतु, क्रू कस्मिन् गणे अस्ति? अष्टमगणे अस्ति. तनादि कृणुभ्यः किम्? उः. तत्र उ इति विकरण प्रत्ययः, तत्र शप् प्रबाद्य तनादि कृणुभ्यः उः इति सूत्रम्. सो शप् न आयाति अत्र, किम् आयाति? उकारः आयाति. उकारः कीदृशप्रत्ययः भगिनि? उकारः तिङ् नास्ति, शित् नास्ति, कीदृशप्रत्ययः? आर्धधातुक, आर्धधातुक प्रत्ययः. अपि च कित् नास्ति, गित् नास्ति, नित् नास्ति, कोऽपि अनुबन्धवर्णः एव नास्ति अत्र उप्रत्यये. सो उप्रत्ययः आर्धधातुक प्रत्ययः. सो अत्रापि सार्वधातुक आर्धधातुकयोः, आर्धधातुक प्रत्ययपरे सार्वधातुक प्रत्ययपरे इगन्त अङ्गस्य गुणः भवति, अत्रापि इगन्ताङ्गम् अस्ति. सो किं भवति अत्र? न, ऋकारस्य गुणः, ऋकारस्य गुणः अर् भवति, अर् ऋकारस्य गुणः अर्, अनन्तरम् उ, अनन्तरं तिप्. इदानीं किं भवति? इदानीम् उकारस्य गुणः भूत्वा ओकारः भवति. इदानीं प्रथमे तत्र तिपादयस्य कृते अङ्गं किम्? करु इति अङ्गम्. वी हेव् टु प्रत्येकस्य प्रत्ययस्य कृते अङ्गं किम्? अतः अत्र लिखितं विकरणसहित अङ्गं किम्? सो विकरणसहित अङ्गम् अस्ति करु, विकरणसहित अङ्गम् अस्ति करु, इगन्ताङ्गम् अस्ति, इगन्ताङ्गम् अस्ति चेत् तिबादयः सार्वधातुक प्रत्ययः, पित् अपि अस्ति, अतः गुणः भवति अत्र, अत्र पुनः गुणः भवति. किमर्थम्? बिकास् ऊ इस् इगन्त, बिकास् ऊ इक्वर्णः, अकारः इक्वर्णः नास्ति, सार्वधातुकार्धधातुकयोः इक्वर्णानां गुणः भवति, न तु अच् वर्णानां. सो इदानीं किं भवति? आम् न न, तत् न करणीयं. प्रथमे उकारनिमित्तीकृत्य धातौ यः कार्यम् अनन्तरं तिबादयनिमित्तीकृत्य कार्यं वी केनाट् डू बिकास् आफ् दिस् दिस् ति बिकास् आफ् तिप् वी केनाट् डू उकारस्य गुणः उकारः अपि प्रत्ययः बिकास् उकारः प्रत्ययः परन्तु इति करेक्ट् आम् बट् वी हाव् टु अङ्गस्य संज्ञा किम् अस्ति वट् इस् द संज्ञा आफ् अङ्गम् यस्मात् प्रत्ययः विधिः तदादिप्रत्यये अङ्गम् यस्मात् प्रत्ययः विधिः तदादिप्रत्यये अङ्गम् सो तिप् प्रत्ययस्य कृते केवलम् उ एव अङ्गं नास्ति यस्मात् प्रत्ययः विधि तिप् क्रु विधीयते तिप् प्रत्ययस्य विधानं तिप् प्रत्ययस्य विधानं क्रु धातुः सो क्रु आरभ्य प्रत्ययस्य प्रथमवर्णपर्यन्तं यत् सर्वम् अस्ति पूर्वे तत् सर्वम् अङ्गं न केवलम् एकमेव वर्णः अङ्गं भवितुं शक्नोति सो वी हेव् टु फस्ट् एड् आल् दीस् वर्णास् देन् ओन्ली वी विल् फैण्ड् औट् वी विल् कम् टु नो देट् वट् इस् द अङ्गं फार् तिप् सो पूर्वे तत्र कार्यं न करणीयम् इदानीम् उकारस्य गुणः कः ओकारः किमर्थं चेत् तिप् प्रत्ययः सार्वधातुक अस्ति पित् अपि अस्ति अतः अत्र कोऽपि निषेधः गुणनिषेधः नास्ति गुणः भवति सो वर्णमेलनेन किं भवति करोति करोति इति एकवचने परन्तु द्विवचने किम् अस्ति द्विवचने किम् अस्ति क्रुधातुः कुरुतः तत्र न भवति तत्र उकारस्य गुणः न भवति किमर्थम् तस्य प्रत्ययः सार्वधातुक अस्ति परन्तु अपित् अस्ति अतः उ तथैव तिष्ठति उ गुणः न भवति भिन्नसूत्रेण अकारस्य उकारादेशः भवति तद् भिन्नसूत्रं परन्तु यः करु इति अङ्गम् अस्ति तत्र उकारस्य तः तस् इत्यनेन गुणः न भवति केवलं तिप् सिप् मिप् एते त्रयप्रत्ययः प्रथमपुरुष एकवचनरूपम् ओ भवति मध्यमपुरुषे एकवचनरूपम् ओ भवति उत्तमपुरुषे एकवचनरूपम् ओ भवति षट्षु प्रत्ययेषु तत्र उ एव तिष्ठति किमर्थं चेत् करोति करोषि करोमि दिस् ऊ बिकम्स् बिकास् आफ् सम् विशिष्टसूत्रेण ऊ आयाति ककार उत्तरवर्ती यः अकारः तस्य अकारस्य उकारादेशः भवति सार्वधातुक् नित् प्रत्ययपरे सो तस् सार्वधातुक् नित् अस्ति किमर्थं भगिनि तस् किंचित् सार्वधातुकम् इति सूत्रेण तिङ् अस्ति सार्वधातुकम् अस्ति मया किम् उक्तं सार्वधातुक् नित् अस्ति किमर्थं नित् अस्ति नित् अपि अस्ति तस् प्रत्ययः केन केन सूत्रेण नित् अस्ति प्रत्ययः तस् प्रत्ययः सार्वधातुक अस्ति परन्तु अपित् अस्ति पित् नास्ति अपित् अस्ति तेन किं कस्य सूत्रस्य प्रसक्तिः सार्वधातुकम् अपित् तेन किं भवति तेन किं भवति निद् इव कार्यं करोति तत्र गुणः न भवति किमर्थं निद् इव कार्यं करोति तस् सिप् तस् जी जी अपि नित् निद् इव कार्यं करोति सिप् थस् थस् अपि निद् इव कार्यं करोति सिप् थस् थ अपि नित् अस्ति सार्वधातुक् अपित् सार्वधातुक् अपित् सार्वधातुक् अपित् सर्वे सार्वधातुक् अपित् प्रत्ययः निद् इव कार्यं करोति निद् इव कार्यं करोति चेत् किं भवति गुणनिषेधः गुणः न भवति अवगतं वा भगिनि सर्वैः अवगतं वा? आम् महोदय. अत्र दृश्यतु. डुक्रै क्रूधातुः उभयपदी धातुः. करोति, करोषि, करोमि. सार्वधातुक पित् प्रत्ययः. तिप्, सिप्, मिप्, सर्वे एते त्रयः प्रत्ययः सार्वधातुक पित् तो गुणः भवति. परन्तु कुरुतः कुरुतः कुर्वः अत्र अजन्त अस्ति अतः अत्र गुणकार्यं भवति. कुरुथ कुरु अत्रापि अन्ति अन्ति ऊ योग अ अस्ति अतः गुणकार्यम्. अत्रापि कोऽपि संज्ञा सन्धिकार्यम् अस्ति परन्तु गुणः न भवति. सो सर्वे सार्वधातुक अपित् प्रत्ययः निद् इव कार्यं करोति. निद् इव कार्यं करोति चेत् कुरु इति अङ्गे गुणः न भवति नित् कारणेन. परन्तु तिप् सिप् मिप् तिप् सिप् मिप् अस्ति चेत् पित् प्रत्ययः. तिप् प्रत्ययापि पकारस्य इत्, सिप् प्रत्ययापि पकारस्य इत्, मिप् प्रत्ययापि पकारस्य इत्. सो पित् प्रत्ययः अस्ति अतः गुणः भवति. पुनः गुणः भवति ऊ निमित्तीकृत्यापि गुणः, तिप् सिप् मिप् निमित्तीकृत्यापि गुणः. अवगतं वा? अस्तु, किञ्चित् द्रै धातुविषये कः वदति? भ्रूहि अपि इत् अस्ति. सो सार्वधातुक नित् इत्यनेन उभयपदी धातुः. देङ् देङ् विषये कः वदति? देङ् विषये गिरिजा भगिनी वदति वा? दर्शिका, दर्शिका न दृश्यते भगिनि. अस्तु, शेर् करोमि भगिनि. आं भगिनि, देङ् विषये वदतु. किं द्रै इति? देङ् देङ् न एतत् त्रु अनन्तरं देङ् अस्ति. भगिनि प्रयत्नं करोमि, किञ्चित् दोषः वर्णनं. प्रथमं अनुनासिकः नास्ति, परन्तु अन्तिमः इत्संज्ञः इत्संज्ञकः अस्ति चेत् हलन्त्यम् इत्यनेन तस्य लोपः भवति. कस्य अन्तिमवर्णस्य? नकारस्य, कण्ठनकारस्य. आम् सत्यं, कण्ठनकारस्य. दे एव अवशिष्यते लौकिकरूपं, परन्तु इकवर्णः नास्ति तत् कारणात् गुणः न भवति. अत्र क्रमेण गच्छामः. वर्णनम् इत् संज्ञा अस्माभिः कृतं, नकारस्य इत् अस्ति, तेन किम्? उभयपदत्वं वा परस्मैपदत्वं वा आत्मनेपदत्वं वा द्रष्टव्यम्. इदानीं दे स्वरितेत् अस्ति, तत् कारणात्. कथं स्वरितेत्? सारि, स्वरितेत् नास्ति, अनुदात्तेत्. अनुदात्तेत्, अनुदात्तेत् कथमस्ति? अनुदात् स्वरसीत् अस्ति वा अत्र? नास्ति, केवलं चिह्नमेव अस्ति, परन्तु इत् नास्ति. तत् कारणात् भगिनि, प्रथमसूत्रं किम्? पदव्यवस्थाविषये प्रथमसूत्रं किम् अस्ति? अनुदात्त नित् आत्मनेपदम्. तस्य कः अर्थः, सूत्रस्य कः अर्थः? तत् अर्थः कोऽपि स्वरः अनुदात्तेत् वा नित् वा अस्ति चेत् तस्य आत्मनेपदत्वं भवति. नित् इत्युक्ते किम्? नकारस्य यस्य इत् अत्र अस्ति वा? नकारस्य इत् कीदृशनकारस्य इत्? तस्य इत्संज्ञः अनुनासिकः नास्ति, परन्तु हलन्त्यम् इत्यनेन तस्य लोपः भवति. न अत्र दृश्यतु, अस्मिन् दृश्यते वा? अनुदात्तनित आत्मनिपदम् इति प्रथमसूत्रम् अस्ति. सूत्रस्य अर्थः कः? अनुदात इत् नकार इत्, अत्र दलद्वयम् अनुदात इत् नकार इत् च तादृशधातुः आत्मनेपदिप्रत्ययः स्वीकरोति. दलद्वयम्, एकमस्ति यदि धातौ अनुदात् स्वरस्य इत् अस्ति, नो चेत् धातुः कण्ठ्यनकारस्य इत् अस्ति. अतः द्विप्रकारकः धातुवः अत्र सूचितम्. अस्मिन् सूत्रे द्विप्रकारकः धातूनां विषये दत्तम्. एकमस्ति अनुदात्तेत् धातुः, द्वितीयमस्ति नित् धातुः. नित् इत्युक्ते कण्ठनकारस्य इत् यस्मिन्, सः नित्. षित् इत्युक्ते शकारस्य इत् यस्मिन्, सः षित्. सो यस्मिन् धातु कण्ठनकारस्य इत् अस्ति, सः धातु अपि आत्मनेपदि भवति. नो चेत् यदि धातुः अनुदात् स्वरस्य इत् अस्ति, सः धातुः आत्मनेपदि भवति. सो दलद्वयम्, द्वितीयसूत्रे अपि दलद्वयं, स्वरितनित्त, स्वरितेत् अस्ति, नो चेत् वित् अस्ति, तालुन्यकारस्य इत् यस्मिन्. This is either this, either swaritet or it. Tathev, either anudatet or nit. So atriyah datuhu saha anudatet nasti, swaritet api nasti. Prasti. Parantu it asti, nit asti atra. Asti. Atra nakarasi it sangya asti. कोऽपि स्वरस्य इत् नास्ति, परन्तु व्यञ्जनस्य इत् अस्ति, हलन् हलु हलवर्णस्य इत् अस्ति. धातुः नित् अस्ति. धातुः नित् अस्ति चेत् किम्? नित् अस्ति चेत् नित्वत् अनुदात्तनित् अनुदात्तनित् आत्मनि आत्मने पदम्. सो दे धातुः नित् भवति, तस्य आत्मनेपदत्वं भवति. सो आत्मनेपदी एव धातुः आत्मनेपदी अस्ति. धातुः आत्मनेपदी केन सूत्रेण? अनुदात्तनित् नित् आत्मनेपदत्वम् आत्मनेपदम्. एतत् धातुः आत्मनेपदी धातुः. कथं जानीमः? अत्र कण्ठ्यनकारस्य इत् अस्ति, अतः धातुः आत्मनेपदी. अत्र कोऽपि स्वरस्य इत्संज्ञा नास्ति, परन्तु अत्र कण्ठ्यनकारस्य इत् अस्ति. तथैव हृण् धातु, हृञ् इति धातुः, तत्र कोऽपि स्वरस्य इत्संज्ञा नास्ति, परन्तु तालुन्यकारस्य इत् अस्ति. तालुन्यकारस्य इत् अस्ति चेत् स्वरितणित् इत्यनेन उभयपदी भवति, परन्तु अत्र तु कण्ठ्यनकारस्य इत् अस्ति. अत्र केवलम् आत्मनेपदी भवति धातु, एकमेव रूपम् अस्ति. इदानीं वदतु. इदानीं हलन्त्यम् इत्यनेन नकारस्य लोप इत्संज्ञः भूत्वा तस्य लोप इत्यनेन लोपः भूत्वा दे एव अवशिष्यते. दे तस्य गुणः नास्ति, किमर्थं चेत् इक्संज्ञा वर्णः नास्ति. दे प्लस् आ प्लस् ते, दे ते इति आत्मनेपद प्रथमपुरुष. कथं भगिनि? अत्र अत्र दे योग अयोग ते, दे योग अयोग ते, एकारस्य अनन्तरम् अकारः. सो अत्र किं करणीयम्? एकपदे सन्धिकार्यं नित्येन करणीयम्. ए योग अस्ति चेत् कस्य सूत्रस्य प्रसक्तिः? एचो यावः एच् प्रत्याहारस्य अनन्तरम् अच् वर्णः अस्ति चेत् एच् प्रत्याहारे के के वर्णाः? एकारः, ओकारः, ओकारः, ऐकारः, औकारः. एचोयवायावः इति सूत्रेण एच् प्रत्याहारस्य कोऽपि वर्णस्य अनन्तरम् अच् वर्णः अस्ति चेत् तत्र किं भवति? अय आय आव. अत्र किम् आदेशः एकारस्य? अय आगच्छति, दयते. दयते इति रूपम् अत्र गुणकार्यं नास्ति, परन्तु सन्धिकार्यं करणीयम्. यत्र स्वरद्वयस्य संहिता अस्ति तत्र सर्वदा सन्धिकार्यं करणीयम्. एकारस्य साक्षात् अनन्तरं शप् प्रत्ययस्य अकारः, अकारः अपि स्वरः, एकारः अपि स्वरः. तो एकपदे एकपदस्य निर्माणार्थं सन्धिकार्यं नित्येन करणीयम्. अवगतं वा? दयते इति आत्मनेपदस्य प्रथमपुरुष एकवचनं. दयते इति रूपम् अस्ति. दयते गुणकार्यं नास्ति, परन्तु सन्धिकार्यं तु करणीयं. सन्धिकार्यं भूत्वा दयते. विस्मृतवती भगिनी एचोयवायवः. चिन्ता मास्तु, पुनः पुनः पूर्वे यत् पठितं तस्य करणीयं, पुनरावृत्ति करणीयम्. अस्तु, तथैव अत्रापि द्रै विषये अपि तथैव. द्रै यः अस्ति तत्र आय् इति भवति, द्रायति इति भवति. यथा दे धातुः तथा द्रै धातुः अत्र पुनः न भवति, परन्तु ऐकारस्य अनन्तरं शप् प्रत्ययस्य अकारः अस्ति चेत् आय् इति आदेशः, ऐकारस्य आय् इति आदेशः. सो द्रायति इति रूपं, द्रायति इति रूपम्. अत्र अनु धातुः शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदी भवति, अतः द्रायति इति रूपम्. अत्रापि सन्धिकार्यं नित्येन करणीयम्. अपि च वृधुं विषये कः वदति? मञ्जरी, सोरि, श्लोचना भगिनी वदति वा, वक्तुमिच्छति वा भगिनी? भृङ्ग अत्र हलन्तमिति सूत्रेण नकारस्य इत्संज्ञा भवति, तस्य लोपः इत्यनेन तस्य लोपः भवति. स्वरिते ञता उभयपदी इति कर्त्री अभिप्राये क्रियाफले कर्त्रते क्रियाफले भृदातुना उभयपदी परस्मैपदी धातु परस्मैपदी प्रत्ययः अपि आत्मनदि प्रत्ययः अपि प्रयोगते. भ्रूयोग भूयोग आयोग ति एवं वक्तुं शक्यते वा? सर्वाणि सूत्राणि वक्तव्यानि वा? न न, वदतु, तावदेव वदतु. भ्रूयोग आयोग इति भवति. आ इति षित् अस्ति, अतः सार्वधातुकप्रत्ययः भवति. वदतु वदतु. सार्वधात्मप्रत्ययः भवति, अतः आदन्त एक अङ्गस्य एकः गुणः भवति. सूत्रम् अपि वदतु. सार्वधातुक अर्धधातुकयोः भ योग अर् योग आयोग ति भरति इति भवति. सो भर बर इति अङ्गम् अस्ति इति आत्मनेपदी प्रत्ययः योजयामः चेत् तत्रापि समान अङ्गम् अस्ति बर इति अङ्गम्. तत्र भरते इति अङ्गं, भरते, भरति इति अङ्गम्. अत्र रूपद्वयं कर्तरि प्रयोगे रूपद्वयं, भरति भरते धन्यवादः अन्ते यः रुधो इति धातुः तस्य विषये कः वदति अन्ते यः धातुः अस्ति रुधु कोऽपि अन्यत् अहं वदामि भगिनि गिरिजा भगिनी वदतु वृधु धातु अनुनासिकः धकारोत्तरवर्ती अनुनासिकः इति संज्ञा भवितुं शक्यते धकार उत्तरवर्ती कः वर्णः उकारस्य अनुनासिक उकारस्य तत् कारणेन लोपः भवति अनुदात्तेत् इति अस्ति तत्कारणात् सूत्रम् अनुदात्तनित् आत्मनेपदम् इति सूत्रेण आत्मनेपदत्वम् आत्मनेपदीरूपम् एव सो अनुनासिकस्य इत्संज्ञा भूत्वा तस्य लोपात् कारणेन उकारस्य लोपः भूत्वा वृद्ध इति लौकिकरूपम् अवशिष्यते वृद्ध इति गुण भवितुं शक्यते किमर्थं चेत् शप् अकारः तिप् अपि सार्वधातुके सो अङ्गस्य पुगन्तलघुपदस्य इत्यनेन ऋकारस्य अर् भवति सो वर्ध अ प्लस् ते सो वर्णमेलानन्तरं वर्धते इति आत्मनेपदस्य लट्लकारस्य प्रथमपुरुषस्य रूपं भवति केन सूत्रेण एतत् न अनुदात्तेत् अस्ति न धातुः अनुदात्तेत् अस्ति उकारः न केवलम् अनुनासिक् उकारः तत्र अधोभागे रेखा अपि अस्ति उभयपदत्वं न भगिनि वदतु भगिनि पुनः वदतु अत्र कीदृश उकारस्य इति अस्ति ह्रस्व अपि च ह्रस्व अनुनासिक् अपि च अधोभागे रेखा अस्ति न तेन किं स्वरिते सोरि अनुदात्ते अनुदात् सि व्यनैसे स्वरः ओन्लि अनुदात् अत्र अस्मिन् धातुः अनुनासिक् ह्रस्व उदात् अनुदात् उकारस्य इति अस्ति सो अनुद्वात् उकारस्य इति अस्ति चेत् धातुः अनुदात्तेत् अस्ति अनुदात्तेत् अस्ति चेत् आत्मनेपदी एकमेव रूपं वर्धते इति रूपम् एकमेव रूपम् अस्ति अनुदात्तेत् अस्ति अधोभागे रेखा अपि अस्ति सि यु सी द लैन् केन् बि सीन् सो वर्धते इति एकमेव रूपम् अस्ति कर्तरिप्रयोगे एकमेव रूपं वर्धते पुनः अपि भवति उपधायां ह्रस्व ऋकारः अतः गुणः अपि भवति पुगन्तलघुपदस्य च सो इदानीम् अस्माभिः किं द्रष्टव्यं धातुः कीदृशस्वरस्य इति अस्ति अथवा धातुः कीदृशवर्णस्य इति अस्ति कण्ठनकारस्य इति अस्ति चेत् अनुदात् आत्मनेपदी भवति ण्यकारस्य इति अस्ति चेदपि आत्मनेपदी भवति परन्तु अनन्तरं अनुदात् स्वरः कीदृश यदि स्वरस्य इति अस्ति चेत् कीदृशस्वरस्य इति अस्ति स्वरः अनुदात् स्वरस्य इति अस्ति चेत् आत्मनेपदी स्वरित् स्वरस्य इति अस्ति यथा मिद्रु इति ऋकारः सः न केवलम् अनुनासिक् परन्तु स्वरित् अपि अस्ति ऋकारः सो अनुनासिक ऋकारस्य स्वरित स्वरस्य इति अस्ति, अतः स्वरितनित् कर्तृ अभिप्राये क्रियाफले मिद् इति धातुः उभयपदी धातुः, परन्तु इट् यः अस्ति तत्र अकारः अनुनासिक अस्ति, परन्तु न तु अनुदात् अस्ति, न स्वरित् अस्ति, उदात् अस्ति, अतः इट् इति यः अस्ति सः परस्मैपदी, शेषात् परस्मै शेषात् कर्तरि परस्मैपदम् इत्यनेन इट् धातुः परस्मैपदी. सो व्यञ्जनस्य विषये केवलं वर्णद्वयस्य विषये एव तत्र स्मर्तव्यं. कण्ठनकारः तालून्यकारः, कण्ठनकारस्य इति अस्ति चेत् आत्मनेपदी, तालून्यकारस्य इति अस्ति चेत् उभयपदी. अनन्तरं स्वराणां विषये अनुदात् स्वरस्य इति अस्ति चेत् अनुदात्तनित्त आत्मनेपदम् इति सूत्रद्वारा तत्र आत्मनेपदी भवति. स्वरित्तेत् अस्ति चेत् स्वरित्तनित् कर्तृ अभिप्राये क्रियाफले ऐदर् आर्, ऐदर् आर् इत्युक्ते ऐदर् अनुदातेत् आर् नित्, ऐदर् स्वरितेत् आर् नित्, एकमेव अस्ति तदपि तत्र कण्डिशन् पूरितं. नित् धातुः अपि उभयपदत्वम् इति गुणः, स्वरितेत् धातुः अपि उभयपदत्वं गुणः. तथैव कण्ठनकारस्य नकारस्य इति अस्ति चेदपि धातुः आत्मनेपदी भवति, अनुदात् स्वरस्य इति अस्ति चेदपि धातुः आत्मनेपदी, तावदेव स्मर्तव्यम्. अनन्तरं शेषात्, ये अन्यशेषधातवः ते कर्तरिप्रयोगे परस्मैपदीप्रत्ययः स्वीकरोति इति तत्र सारांशः. सर्वैः अवगतं वा? इदानीं कोऽपि भ्रमः नास्ति न सूत्राणां विषये? नास्ति भगिनि. सो ऐदर् द इफ् द धातु इस् अनुदात्तेत् देन् आल्सो इट् बिकम्स् आत्मनेपदी. इफ् द धातु इस् नित् कण्ठनकारस्य, केवलं कण्ठनकारस्य इति अस्ति, यथा शीङ् इति धातुः, श्वेते शीङ् धातु केवलं कण्ठनकारस्य इति अस्ति, अतः आत्मनेपदी भवति. अनेन सूत्रेण एव अनुदात्त नित् आत्मनेपदी. सिमिलर्ली डुक्रै इति धातुः, तत्र डुक्रै इति धातौ डू इति वर्णसमूहस्य इत् अपि च तालून्यकारस्य इत् अस्ति अन्ते, डुक्रै धातुः. सो तत्रापि तालून्यकारस्य इति अस्ति चेत् उभयपदी अस् अतः रूपद्वयं क्रूधातुविषये. सो क्रूधातुविषये तत्र रूपद्वयं किमर्थं चेत् अत्र ण्यकारस्य इति अस्ति, ण्य इति वर्णस्य इति अस्ति, कोऽपि स्वरस्य इति नास्ति, ण्य इति अस्ति, तेन कारणेन एव धातुः उभयपदी भवति. परस्मैपदीरूपाणि अपि आत्मनेपदीरूपाणि अपि तत्र सन्ति इति तत्र सारांशः पदव्यवस्थाविषये. नित् अथवा स्वरितेत् अपि च प्रथम ग्रूप् अस्ति अनुदातेत् अथवा कण्ठनकारः, तत् आत्मनेपदी. अन्य सर्वे शेषधातवः परस्मैपदी धातवः, एकमेव रूपम् अस्तु. इदानीं स्थगामः, इदानीं तु सम कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु सूत्राणां विषये, पदव्यवस्थाविषये, नो चेत् अत्र स्थगामः. अस्तु, नास्ति चेत् जगदीश महोदय कृपया शान्तिमन्त्रं पठति वा. ॐ पूर्णमदः पूर्णमिदं पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्ति. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. धन्यवादः महोदय. धन्यवादः भगिनि. धन्यवादः.